गतसप्ताहे किञ्चित् चर्चितवन्तः कारकविषये, यतोहि कर्मणि प्रयोगः इति विषयः आगतः आसीत्। तत्र णिजन्तानां मूलविषयः, किन्तु तत्र प्रश्नः आगतः आसीत् यत् णिजन्तप्रसङ्गे कर्तरि कर्मणिप्रयोगः कर्मणिप्रयोगस्य कीदृशव्यवस्था, तस्मिन्नेव विषये वयं चर्चितवन्तः गतसप्ताहे। तर्हि पुनःस्मरणार्थम् अपि च अग्रगमनार्थं वदामः यत् कर्तृपदं कर्मपदं यत्र कर्ता अनुक्तः अस्ति, यत्र कर्ता अनुक्तः अस्ति तस्य तृतीया विभक्तिः अस्ति, यत्र कर्म अनुक्तमस्ति तस्य द्वितीया विभक्तिः अस्ति। उभयत्र यत्र उक्तम् अस्ति तत्र प्रथमा विभक्तिः अस्ति। तत्र उक्त इति वारं वयं वदामः, तत्र पठति इति अस्मिन् टि प्रत्ययः अस्ति, टि प्रत्ययेन कर्ता इति उक्तः अस्ति। इदानीं पठ्यते इत्यस्मिन् तत्र कर्मणि प्रयोगरूपे ते प्रत्ययेन कर्मपदम् उक्तमस्ति, कर्म उक्तमस्ति। तर्हि यत्र कर्ता वा स्यात् कर्म वा स्यात्, यत्र क्रियापदस्य प्रत्ययेन ति अथवा ते उक्तमस्ति तत्र प्रथमा विभक्तिः अस्ति। अस्मिन् अर्थे वार्तिककारः वदति अनभिहिते प्रथमा, तत्र तत्र अभिहित कश्चन शब्दः अस्ति अभिहित, तत्र अभिहितशब्दः उक्त इत्यस्मिन् अर्थे अस्ति, उक्त तत्र शास्त्रीयशब्दः अस्ति अभिहित, अभिहित अभिहित। तर्हि पाणिनिना कारकाणि दत्तानि सन्ति, विभक्तयः दत्ताः सन्ति, तत्र च अष्टाध्याय्यां यत्र तृतीया विभक्तिः उक्ता अस्ति तत्र कर्तृप्रसङ्गे, अथवा द्वितीया विभक्तिः भवति कर्मप्रसङ्गे, तत्र अनभिहिते इति एकं सूत्रमस्ति वस्तुतः अनुक्ते। अष्टाध्याय्याम् एकं सूत्रमस्ति अनभिहिते अनुक्ते अनुक्ते, यत्र कर्ता अनुक्तः अस्ति तत्र तृतीया विभक्तिः अस्ति, कर्तृकर्णयोस्तृतीया इति तृतीया विभक्तिः कर्तृपदस्य, कदा यदा कर्तृपदम् अनुक्तमस्ति तत्र एकम् अधिकारसूत्रमस्ति इति वदामः, अधिकारसूत्रमस्ति अनभिहिते, यतोहि अनभिहिते इति सूत्रेण तत्र सर्वत्र उपविशति गत्वा, नाम अनभिहिते कर्तृकर्णयोस्तृतीया इति वाक्यमस्ति वस्तुतः, अनभिहिते अनुक्ते अनुक्ते कर्तृकर्णयोस्तृतीया इति अर्थः अस्ति। कर्तृपदस्य तृतीया विभक्तिः भवति यदा कर्तृपदम् अनुक्तमस्ति क्रियापदेन, यदा उक्तमस्ति तदा वार्तिकाकारस्य वार्तिकं भवति, वार्तिकमस्ति अभिहिते प्रथमा, अभिहिते तु प्रथमा विभक्तिः अस्ति। तत्र बालकः पुस्तकं पठति, तत्र कर्ता उक्तः अस्ति अभिहितः, कर्ता अभिहितः अस्ति पठति इति प्रत्ययेन इति कारणतः प्रथमा विभक्तिः केन वार्तिकेन वार्तिकेन अभिहिते तु प्रथमा अभिहिते प्रथमा इति अस्ति उक्ते प्रथमा अभिहिते प्रथमा इति वार्तिकं कार्यं करोति कर्तृपदस्य कृते अपि च कर्मपदस्य कृते कर्तरिपयोगे कर्तृपदस्य कृते अस्ति तत्र बालकः पुस्तकं पठति अत्र ति इति येन बालकः इति कर्ता उक्तः अस्ति इति कृत्वा अभिहिते प्रथमा इति वार्तिकेन प्रथमा विभक्तिः अस्ति उक्ते प्रथमा तत्र बालकेन ग्रन्थः इति वदामः बालकेन ग्रन्थः पठ्यते इति तत्र ते भागेन पठ्यते इति ते इति भागेन तत्र ग्रन्थ तत्र कर्मपदमुक्तम् इति कृत्वा पुनः अभिहिते प्रथमा इति वार्तिकेन तत्र कर्मपदस्य प्रथमा विभक्तिः अस्ति उभयत्र समीचीनम् अपि च यत्र कर्तृपदम् अनुक्तमस्ति तत्र कर्तृकरणयोस्तृतीया इति तृतीया विभक्तिः बालकेन ग्रन्थः पठ्यते इति वाक्ये बालके तत्र ते इति भागेन पठ्यते इति ते इति ग्रन्थः उक्तः न तु बालकशब्देन न तु बालकशब्दः इति कृत्वा अनभिहिते अनुक्ते अनभिहिते कर्तृकरणीयस्तृतीया इति तृतीया विभक्तिः भवति बालकेन ग्रन्थः पठ्यते पुनः बालकः ग्रन्थं पठति इत्यस्मिन् वाक्ये बालकः ग्रन्थं पठति इत्यस्मिन् वाक्ये इदानीं कर्मपदं न उक्तं तत्र पठति इति ति इति कर्तृपदमुक्तमस्ति न तु कर्मपदम् इदानीं कर्मपदम् अनुक्तमस्ति अनभिहितं तत्र तत्र वदामः तत्र अनभिहिते कर्मणि द्वितीया इति अस्ति अनभिहिते कर्मणि द्वितीया तत्र कर्मणि द्वितीया इति सूत्रमस्ति इति सूत्रमस्ति कर्मणि द्वितीया तर्हि अनभिहिते इति अधिकारसूत्रम् उभयत्र गत्वा नाम अनभिहिते कर्मणि द्वितीया अनभिहिते कर्तृकरणयोस्तृतीया इति परिस्थितिः अस्ति अनुक्ते स्पष्टं स्यात् गतसप्ताहे एतत् सर्वं वयं कृतवन्तः तादृशी शास्त्रीयव्यवस्था अस्ति अस्तु अग्रे गच्छेम इदानीं गीताप्रवेशः इति पुस्तकम् उद्घाटयामः यतोहि अस्माकं पाठः समाप्तः वस्तुतः जन्तानाम् अत्र अद्यतनवर्गे किञ्चित् अभ्यासं कुर्मः अत्र पश्येम सप्तत्रिंशत्तमे पुटे न त्रिसप्ततिः क्षम्यतां तत्र त्रिसप्ततितमे पुटे अस्ति त्रिसप्ततितमे पुटे त्रिसप्ततितमे पुटे अस्ति प्राप्तवन्तः गीताप्रवेश प्रथमभागस्य अस्तु तर्हि अग्रे इदानीं लक्ष्मीभगिनी पठतु कृपया उपरि सर्वोपरि वाक्यमस्ति अश्वः अश्वः धावति अश्वारोही अश्वं धावयति वदतु अत्र किञ्चित् नाम अत्र कर्तरिप्रयोगे अस्ति तर्हि अत्र कीदृशी परिस्थितिः अस्ति अश्वः धावति अश्वारोही अश्वं धावयति इत्युक्ते अत्र अश्वारोही प्रयोजककर्ता अश्वः प्रयोज्यकर्ता धावयति निजन्तरूपम् अश्वं प्रेरयति धावनार्थम्। हा हा, बहु सम्यक् अस्ति। तर्हि तथा अग्रे किञ्चित् इतोपि वदतु, अत्र कस्य का विभक्तिः किमर्थम् इति। अत्र अश्वारोही अत्र उक्तकर्ता, अनन्तरं तस्य प्रथमा विभक्तिः भवति उक्तकर्ता इति कृत्वा। अश्वः अनुक्तकर्ता, अतः तस्य द्वितीया विभक्तिः भवति। किमर्थं चेत् अत्र अश्वारोही प्रथमा विभक्तिः कर्तृकरणयोः तृतीया, न महोदय, अश्वारोही प्रयोजककर्ता उक्तकर्ता, अतः प्रथमा विभक्ति। तस्य सम्बन्धः धावयति इति पदस्य सम्बन्धः अश्वारोही इति पदेन सह अस्ति, अतः अश्वारोही प्रथमा विभक्तिः। अश्वः अनुक्तकर्ता, अस्तु, प्रयोज्यकर्ता, अनुक्तकर्ता अपि च प्रयोज्यकर्ता, परन्तु सर्वदा अनुक्तकर्तृपदस्य तृतीया विभक्तिः भवति, तत्तु साधारणविषयः। परन्तु अत्र विशेषसूत्रेण द्वितीया, अत्र सामान्यसूत्रं किम्? सामान्यतया प्रयोज्यकर्तुः तृतीया विभक्तिः भवति, परन्तु अत्र कर्तृकरणयोः तृतीया। हा हा हा, बहु सम्यक् बहु सम्यक्। हा, परन्तु अत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः अस्ति विशेषसूत्रेण, अत्र द्वितीया विभक्तिः भवति। तत्र एकं विशिष्टं सूत्रमस्ति, गत्यात्यर्थक, गत्यात्यर्थकधातूनां विषये एकं विशेषं सूत्रमस्ति। धातुः कः इति धातुं दृष्ट्वा अत्र धाव् धातुः अस्ति, धातुः अकर्मकधातुः इति कृत्वा अकर्मकाणां विषये द्वितीया विभक्तिः भवति इति तत् सूत्रं वदति। बहु सम्यक्तया प्रतिपादितमस्ति भवत्या, बहु सम्यक् अस्ति। तत् सूत्रं पूरितः अस्ति वा, वदति वा? गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणीकर्तासाणौ इत्यनेन प्रयोज्यकर्तुः द्वितीया विभक्तिकर्तुं भवति। हा हा, बहु सम्यक्, बहु सम्यक् अस्ति, बहु सम्यक् अस्ति, बहु सम्यक्तया उक्तमस्ति। इदानीम् अग्रे अस्य महोदय एकः सन्देहः, धावति गत्यर्थकानां इति गत्यर्थकः नास्ति, अकर्मकधातुः अस्ति। गत्यर्थकः तदानीं वदामः यदा सकर्मकः अस्ति, गन्तव्यस्थानं यत्र उच्यते द्वितीयविभक्तौ। बालकः पाठशालां गच्छति, अत्र गत्यार्थकधातुः अस्ति, गन्तव्यस्थानमस्ति, अत्र गन्तव्यस्थानं न वक्तव्यमस्ति। तत्र बालकः विद्यालयं विद्यालयं धावति इति वाक्यम् अशुद्धम्। अस्तु महोदय, अतः यद्यपि गत्यार्थे गत्यार्थे अस्ति, किन्तु शास्त्रीयरीत्या अस्माकं चिन्तनं किञ्चित् भिन्नम् अस्ति, यतोहि तत्र अकर्मकधातुः अस्ति. अस्तु, तत्र मीना भगिनी, अत्र अश्वारोही अश्वं धावति इति कर्मणि प्रयोगे वदति वा? अश्वारोही अश्वं धावयति कर्मणि प्रयोगे अश्वारोह्य. अस्य प्रातिपदिकं किम्? अश्वारोहिन् अश्वारोहिना अश्वः धावयत्ते. हा, किञ्चित् तदेव अस्ति, किञ्चिदेव भिन्नम् अस्ति, किञ्चित्. सरला भगिनी, तत्र क्रियापदं किं भवति अत्र? अहं वदामि महोदय. भूष्पा भगिनी, एकनिमेषः, तत्र सरला भगिनी वदति वा? आं महोदय, अश्वारोही अश्व धाव्यते. अश्वः धाव्यते. अत्र कर्मणि पदे अश्वारोही धाव्यते, धाव्यते इति रूपमस्ति. एकनिमेषः, मीना भगिनी अग्रे वदतु कृपया. इदानीम् अश्वारोहिणा अश्वं धाव्यते. अश्वम् अश्वः अश्वारोहिणा अश्वः धाव्यते. किमर्थं? कर्मणि प्रयोगे धाव्यते इति कर्तृपदम् अनुक्तम्, अतः तृतीया भवति कर्तृकरणयोः तृतीया इति सूत्रेण. अश्वः उक्तपदम्, अतः कर्मपदम् उक्तपदम्, अतः प्रथमाविभक्ति भवति. प्रथमाविभक्तिः अस्ति, प्रथमाविभक्तिः अस्ति. अपि च गतसप्ताहे यद् वयं पठितवन्तः तदनुसृत्य अपि किं वक्तुं शक्नुमः, नाम द्वितीया विभक्तिः नास्ति किमर्थम्? अश्वः उक्तपदम्, अतः उक्तपदम् अस्ति चेत् प्रथमा विभक्ति एव. हा, नाम उक्तपदमस्ति इति सत्यं, भवत्या यदुक्तं तत्तु नितरां सत्यमस्ति. इदानीम् उक्तपदमस्ति कथं जानीमः? धाव्यते अस्य वचनं अश्वः इत्यस्य अश्वाः इति उक्तामः चेत् धाव्यन्ते इति रूपं भवति. गतसप्ताहे कश्चन श्लोकः आसीत् खलु, बुद्धि वक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्य कर्मणि अन्येषां नियन्तानां लादयो मताः इति अपि अस्ति. अत्र तस्य अर्थः कः? प्रयोज्य कर्मणि अन्येषां लादयः, लादयति धातोः रूपम्. हा, हा, सम्यक् अस्ति. अत्र अत्र विद्याभगिनी किं वक्तव्यमस्ति? तत्र बुद्धि बुद्ध्यर्थकधातुः भक्षार्थकधातुः शब्दकर्मकः धातुः अस्ति चेत् तत्र प्रयोज्य कर्म उक्तं भवति, अथवा तत्र प्रधानकर्म उक्तं भवति. तत्र स्वस्य इच्छया वयं कर्तुं शक्नुमः तत्र तत्र विशिष्टधातूनां कृते. यत्र विशिष्टधातुः नास्ति, बुद्धि बुद्ध्यर्थकः भक्षार्थकः शब्दकर्मकधातुः नास्ति, तत्र प्रयोज्य कर्म एव उक्तं भवति. इति कृत्वा तस्य एव प्रथमविभक्तिः, तस्य एव लकारः, तस्य एव लकारेण सम्बन्धः भवति. अत्र अत्र अस्मिन् उदाहरणे अश्वारोहिणा अश्वः दाव्यते इति वाक्ये वा अश्वारोहिणा अश्वः दाव्यते इति अस्ति. दाव्यते इति निजन्तकर्मणि रूपम् अस्ति. तत्र ते इति प्रत्ययेन अत्र प्रयोज्यकर्म अश्वः इति उक्तमस्ति. अत्र विशिष्टधातुः नास्ति दाव्यते इति कृत्वा तत्र अश्वः इति उक्त प्रयोज्यकर्मपदम् इति कृत्वा तस्य प्रथमाविभक्तिः तत्र अनभिहिते. क्षम्यतां महोदय, तत्र अभिहिते अभिहिते अभिहिते प्रथमा इत्युक्ते यत्र उक्तमस्ति, यत्किमपि उक्तमस्ति तस्य प्रथमा इति वार्तिकेन अश्वः उक्तमस्ति इति कृत्वा तस्य प्रथमा. वा बहु सम्यक् अस्ति, सर्वे अवगतवन्तः खलु? बहु सम्यक् अस्ति. इदानीम् अग्रे गच्छेम. पुष्पा भगिनी अग्रे वदतु. हा अग्रे तत्र अधोभागे एकं वाक्यमस्ति, सरला पाठं पठति, तदेव वदतु. सरला पाठं पठति, अपि च अग्रे सरला पाठं पठति, तत्तु सरलया पाठः. न न न, कर्तरि कर्तरिप्रयोगे का स्थितिः अस्ति? उक्तपदं किम्, अनुक्तपदं किम्? उक्तपदं सरला, उक्तपदं सरला, पाठं तु कर्मपदं, पठति ति अस्ति, तिङन्तं पदम् अस्ति. अस्तु, हा हा, सम्यक् अस्ति. इति कृत्वा सरला इत्यस्य का विभक्तिः किमर्थं च? सरला तु प्रथमाविभक्ति, पाठं तु द्वितीयाविभक्ति. किमर्थम् उभयत्र किमर्थम् इति उक्ते, सरला तु उक्त उक्तकर्ता इति कृत्वा अभिहिते पठति, अभिहिते पठति इति, अभिहिते प्रथमा इति कृत्वा अभिहिते प्रथमा, अभिहिते अपि च पाठमिति अनभिहितम् अभिहितम् अनभिहिते द्वितीयाविभक्ति. हा अनभिहिते कर्मणि द्वितीया इति, कर्मणि द्वितीया, अनभिहिते कर्मणि द्वितीया. अस्तु, अभिहिते कर्ता प्रथमाविभक्ति अस्ति, अनभिहिते कर्मपदं द्वितीयाविभक्ति अस्ति. सूत्रमस्ति कर्मणि द्वितीया, कर्मणि द्वितीया. वयं न पठितं न तत् सूत्रम्? इद अद्य मया उक्तम्, अद्य एव मया उक्तमस्ति. तत्र अष्टाध्याय्यां द्रष्टुं शक्नोति, येषां पार्श्वे पुस्तकमस्ति अष्टाध्याय्यां द्रष्टुं शक्नोति. द्वितीयाध्याये तृतीयपादः, तत्र प्रथमं सूत्रमस्ति द्वितीयाध्याये तृतीयः पादः, प्रथमं सूत्रमस्ति अनभिहिते अनभिहिते, द्वितीयं सूत्रमस्ति कर्मणि द्वितीया, कर्मणि द्वितीया इति द्वितीयं सूत्रमस्ति द्वितीयाध्याये तृतीयपादः. अपि च अष्टादशसूत्रमस्ति कर्तृकरणीयोस्तृतीय अस्ति इति, तत्रापि अनुभिहिते इत्यस्य अधिकारः. अस्तु, समीचीनमस्ति. तर्हि अग्रे गच्छेम. इदानीं जयन्ती भगिनी वदतु, अग्रे तत्र शिक्षकः सरलां पाठं पाठयति. शिक्षकः सरलां पाठं पाठयति, कर्तृप्रयोगे अस्ति, निजन्तं निजन्तधातुः, ति इत्यनेन प्रयोजककर्तृ पदस्य सम्बन्धः, प्रयोजककर्तुः कर्ता अस्ति शिक्षकः, अतः तस्य प्रथमाविभक्तिकत्वं अभिहिते प्रथमा इत्यनेन अभिहितकर्तृपदमस्ति शिक्षकः. प्रयोज्य कर्तृपदमस्ति सरला इति सामान्यतया तृतीयाविभक्तिकत्वं, परन्तु अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणिकर्तासनौ इत्यनेन पाठयति इति बुद्ध्यार्थके इति वा महोदय? तत्र मम सन्देहः अस्ति. शब्दकर्म इति शब्दकर्म वा पाठयति इति? अस्तु अस्तु, शब्दकर्म इति कृत्वा तस्य तृतीयाविभक्तिकत्वं सूत्रेण, अतः प्रयोज्यकर्तुः तृतीयाविभक्तिकत्वं, सरलाम् इति पाठमिति द्वितीयाविभक्तिः. अनभिहितकर्मपदम् अस्ति अत्र, पाठः इति अनभिहिते कर्तृकर्णे न एकनिमिषम् अनभिहिते कर्मणि द्वितीया इत्यनेन पाठस्य द्वितीयाविभक्तिकत्वम्. हा वा, बहु सम्यक् अस्ति, इति व्यवस्था अस्ति. इदानीं राजी भगिनी वदतु, तत्र कर्मणि प्रयोगः कीदृशी व्यवस्था अस्ति वाक्यस्य कर्मणि? पिता छात्रं विद्यालयं गमयति. न शिक्षकः सरलां पाठं पाठयति. ओ, शिक्षकः सरलां पाठं पाठयति. शिक्षकः प्रयोज्य कर्म कर्मणि कर्मणि प्रयोगे कर्मणि प्रयोगे किं वदतु? शिक्षकेन सरला पाठः पाठ्यते. सरला पाठः पाठ्यते. सरला पाठं पाठ्यते. सरला पाठं पाठ्यते. अस्तु, अत्र तर्हि वदतु, अत्र शिक्षकः कर्मणि प्रयोगे शिक्षकेन अनुक्तकर्म प्रयोज्यकर्म. शिक्षकेन कर्म अस्ति. शिक्षकेन अनुक्तकर्ता सरला उक्तकर्म पाठ्यते इति ते सम्बन्धेन सरला प्रथमा विभक्तिः भवति. कर्तृ अभिहिते प्रथमा इति सूत्रेण पाठं अनुक्तकर्म प्रयोज्यकर्म पाठ्यते सिङ्गन्तपदं. प्रयोज्यकर्म पाठं न महोदय, प्रधानकर्म. प्रधानकर्म शिक्षकेन प्रयोज्य कर्म कर्ता प्रयोजक प्रयोजककर्ता अनुक्तकर्ता अनुक्तक अनभिहिते तृतीया इति सूत्रेण तृतीयाविभक्तिः भवति. हा हा हा, सम्यक् अस्ति. इदानीम् अस्मिन्नेव उदाहरणे सुब्रह्मण्यं तत्र किञ्चित् इतोपि वदतु, अत्र कीदृशी व्यवस्था अस्ति कर्मणि प्रयोगे, तत्र कर्मपदस्य प्रसङ्गे अत्र कीदृशी व्यवस्था अस्ति अत्र? अत्र अत्र इदानीं किमस्ति इत्युक्ते, अत्र सरला इति प्रयोज्यकर्म, पाठः इति प्रधानकर्मपदमस्ति. अत्र पाठ्यते इति अत्र पठ् धातुः, इदानीमत्र शब्दकर्म धातुः, अतः किं भवति इत्युक्ते निजेच्छया स्वस्य इच्छया अत्र शब्दकर्म धातोः कृते प्रधानकर्मणि वा प्रयोज्यकर्मणि वा लकारः भवति इति, अतः वैकल्पिकम् अस्ति अत्र. एकपक्षे सरला इति प्रयोज्यकर्म अत्र पाठ्यते इत्यस्य यः ते प्रत्ययः अस्ति तेन सरला इति प्रयोज्यकर्म उक्तं भवति, अतः तस्य प्रथमा विभक्तिः भवति। तदा अत्र पाठ इति पाठः इति यद् प्रधानकर्म अस्ति तद् अनुक्तं भवति, अतः तस्य द्वितीया भवति। अत्र अनभिहिते अनभिहिते कर्मणि द्वितीया इत्यनेन अत्र पाठं भवति। अत्र सरला इति अभिहितः इति भूत्वा अभिहिते प्रथमा इत्यनेन तस्य प्रथमा विभक्तिः भवति। अतः शिक्षकेन सरला पाठं पाठ्यते इति एकमस्ति। द्वितीयमस्ति यत्र पाठ्यते इत्यनेन अत्र इदानीमेव वयं दृष्टवन्तः बुद्धिभक्ष्यार्थयोः शब्दकर्मकाणाञ्च निजेच्छया इत्यनेन अत्र प्रधानकर्मणि अपि लकारः भवितुम् अर्हति। अतः पाठ इति उक्तकर्म भूत्वा अभिहिते प्रथमा इत्यनेन तस्य प्रथमा विभक्तिः, तदानीं सरला इति अनुक्तं प्रयोज्यकर्म भवति। अतः अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिः। अतः शिक्षकेन सरलां पाठः पाठ्यते, रूपद्वयं। हा बहु सम्यक्तया उक्तमस्ति भवता। एकं वदामि, हा बहु सम्यक् अस्ति। भवता उक्तम् एकपक्षे अत्र अस्मिन् कीदृशी समस्या अस्ति इति जानाति वा? अत्र एकस्मिन् पक्षे इति वदामः महोदय। हा किमर्थम्? अत्र एक इति विशेषणमस्ति, अतः तस्य अपि सप्तमी विभक्तिः भवति। हा किन्तु व्यवस्था का तत्र? सामान्यतया यत्र विशेषणमस्ति, विशेषणविशेषभावः अस्ति, तत्र कर्मधार्यसमासः अग्रे पठिष्यामः। कर्मधार्यसमासः सम्भवति यथा सुन्दरबालकः, तर्हि सुन्दरबालके मम प्रेम अस्ति, सुन्दरबालके, तत्र यथा एकपक्षे सुन्दरबालके, तत्र दोषः नास्ति। किन्तु किमस्ति संख्याविषये, संख्या न समस्यते इति, तत्र समासः न सम्भवति इति वैशिष्ट्यमस्ति संख्यानां। संख्यानां तत्र समासव्यवस्था नास्ति इति कृत्वा पृथक्तया वक्तव्यमस्ति। तत्र सर्वत्र अस्माकं तत्र असौकर्यार्थम् अस्ति, किन्तु तथा अस्ति, अतः तावदेव अस्ति एकस्मिन् पक्षे। महोदय, एकः प्रश्नः अत्र, यत्र क्रमशः संख्यायाः उपयोगः भवति, अत्र पूर्णप्रत्ययः यदस्ति अत्र अपि तादृशस्थितिः अस्ति वा, अत्र वैकल्पिकः अस्ति वा? न, तत्र नाम प्रथमः द्वितीयः इत्यादिकम् इति वा? तत्र न कापि समस्या अस्ति, केवलं शुद्धसङ्ख्या अस्ति महोदय। तदेव किञ्चित् अत्र सन्देहः अस्ति मम। धन्यवादः महोदय। अवश्यम्, अग्रे गच्छेम तर्हि। अग्रे शुकवनम तत्र महोदय द्वितीयं करोति वा? आम् महोदय। छात्रः विद्यालयं गच्छति इति वाक्ये तत्र किमर्थं प्रतिध्वनिः आगच्छति? पश्यामि। सरला भगिन्या, पश्यामि अग्रे वदतु। छात्रः विद्यालयं गच्छति, अत्र गच्छति इति क्रियापदं, तत्र ति इति प्रत्ययेन छात्रः इति कर्तुः उक्तम् अभिहितम् इति कृत्वा अभिहिते प्रथमा इत्यनेन कर्ता कर्तुः प्रथमाविभक्तौ भवति. विद्यालयम् इति अनुक्तकर्मपदम् इति किमुक्तं कर्तुः प्रथमाविभक्तौ कर्तुः प्रथमाविभक्तौ इति वाक्यं नास्ति. कर्तुः प्रथमाविभक्तौ कर्तुः प्रथमाविभक्त्यां कर्तुः प्रथमाविभक्तिः भवति. आम् आं सत्यं कर्तुः कर्तुः इति कर्ता. आम् आम् आं कर्ता प्रथमाविभक्त्यां भवति इति वक्तव्यम्. हा तत्र प्रथमाविभक्तिः तत्र रूपद्वयमस्ति, प्रथमाविभक्त्यां प्रथमविभक्तौ तौ द्वयमपि अस्तु इति कर्तुः प्रथमाविभक्तिः भवति. विद्यालयम् इति अनुक्त कर्मपदम् इति कृत्वा अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिः भवति. इदानीं पिता छात्रं विद्यालयं गमयति. छात्रः विद्यालयं गच्छति इति कर्मणि वदतु. छात्रः विद्यालयं गच्छति, छात्रेण विद्यालयः गम्यते. हा तत्र व्यवस्था. हा इदानीं गम्यते इति क्रियापदे अन्ते विद्यमान ते इति इत्यनेन विद्यालयः उक्तम् अस्ति इति कृत्वा अनभिहिते प्रथमा इत्यनेन तस्य प्रथमा भवति. अभिहिते क्षम्यताम् अभिहिते प्रथमा इत्यनेन तस्य प्रथमा भवति. अपि च छात्रेण इति अनभिहितकर्ता इति कृत्वा अनभिहिते कर्तृकरणयोस्तृतीया इत्यनेन तस्य तृतीया विभक्तिः भवति. अस्तु अग्रे पिता. पिता छात्रं विद्यालयं गमयति इति निजन्तकर्तरिरूपवाक्यं. तत्र गमयति इति क्रियापदं, तस्मिन् ति इति प्रत्ययेन पिता प्रयोज्यकर्ता. पिता प्रयोजककर्ता पिता उक्तमस्ति इति कृत्वा अभिहिते प्रथमा इत्यनेन तस्य प्रथमाविभक्तिः भवति. इदानीं छात्रम् इति प्रयोज्यकर्ता अस्ति, तस्य तद् अनुक्तमस्ति इति कृत्वा सामान्यतया अनभिहिते कर्तृकरणीयोस्तृतीया इत्यनेन तस्य तृतीया भवेत्. किन्तु गतिबुद्धिप्रत्यवसानार्थ शब्दकर्मणा अकर्मकाणां सनौ इति विशेषसूत्रेण तत्र गमयति इति गद्यर्थकधातुः इति कृत्वा तस्य द्वितीया विभक्तिरूपं भवति. अनेन छात्रम् इति रूपं भवति. प्रयोज्य कर्तुः छात्रम् इति द्वितीया विभक्तौ भवति, विभक्तिः भवति. इदानीं विद्यालयम् इति अनुक्तकर्मपदम् अस्ति इति कृत्वा अनभीते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिः भवति. सम्यक् सम्यक् कर्मणि. इदानीं पिता छात्रं विद्यालयं गमयति इति कर्तृनिजन्तवाक्यस्य कर्मणि रूपं भवति. पित्रा छात्रं विद्यालयः गम्यते इति एकं एकनिमिषं वैकल्पिकं बुद्धिभक्ष्यार्थशब्दकर्माणामेव भवति इति कृत्वा अत्र तु गत्यर्थकधातुः इति कृत्वा वैकल्पिकरूपं न भवति इति कृत्वा यद् मया उक्तं तद्दोषाय पित्रा छात्रः विद्यालयं गम्यते इति एकमेव रूपं एकमेव वाक्यं भवति तत्र गम्यते इति क्रियापदं तस्मिन् विद्यमान ते इति प्रत्ययेन प्रयोज्य कर्म उक्तम् अस्ति इति कृत्वा तस्य गम्यते इति तत्र उक्तं सम्यक् सम्यक् सम्यक् कथं जानीमः हा तदेव इति इदानीं चिन्तयन्नस्मि श्लोकः श्लोकः कः आसीत् हा श्लोकः बुद्धिभक्ष्यार्थयोः शब्दकर्माणां च निजेच्छया प्रयोज्य आमामां प्रयोज्य कर्मण्य अन्येषाम् ओ आं तत्र प्रयोज्य कर्मणि प्रयोज्यकर्मणि प्रयोज्यकर्मणि अन्येषां न्यन्तानां लादयो मताः इति अस्ति तत्र अनेन यदि बुद्धिभक्षार्थशब्दकर्म कर्मकधातूनां दधातुः अस्ति चेत् वाक्ये तत्र स्वस्य इच्छा भवितुमर्हति किन्तु तादृश ते नास्ति चेत् प्रयोज्य कर्मपदस्य तृतीय प्रथमा एव भवति इति हा नाम अन्येषां नियन्तानां धातूनां अन्येषां नियन्तानां प्रयोज्यकर्मणि एव लादयो मताः इति कृत्वा नाम उक्तत्वं प्रयोज्यकर्मणि एव उक्त उक्त व्यवस्था अस्ति आम् आम् इति कृत्वा तस्य प्रयोज्यकर्मणः एव उक्तत्वम् अस्ति इति कृत्वा प्रयोज्यकर्मणः प्रथमा विभक्तिः भवति केन तत्र अभिहिते प्रथमा अभिहिते प्रथमा इत्यनेन तत्र प्रयोज्यकर्मणः प्रथमाविभक्तिः भवति इदानीं विद्यालयं तत्र प्रधानकर्मपदम् अस्ति इति कृत्वा अनभिहिते तत् अनुक्तम् इति कृत्वा अनभिहिते अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिः भवति अपि च पित्रा इति प्रयोजककर्ता सः अनुक्तः इति कृत्वा अनभिहिते कर्तृकरणयोः तृतीया इत्यनेन तस्य तृतीया भवति तृतीयाविभक्तिः भवति हा हा हा बहु सम्यक् अस्ति इति व्यवस्था अस्ति अस्तु मेहुल महोदय अग्रे वदति वा आम् महोदय चक्रं परिभ्रमति अत्र कर्तरिप्रयोगे ति इति प्रत्ययेन प्रयोजककर्ता नास्ति अतः प्रयोजककर्ता वाक्ये नास्ति परन्तु प्रयोज्यकर्ता क्षम्यतां कर्मपदम् अनुक्तम् अस्ति अतः चक्र इति शब्दस्य द्वितीया विभक्ति भवति चक्रम् अतः चक्रं परिभ्रमति इति अस्ति न अत्र अत्र चक्रं परिभ्रमति अत्र अत्र अत्र धातुः कीदृशः अस्ति धातुः धातु नाम अत्र सकर्मकः अकर्मकः वा अकर्मकः अकर्मकः हा अस्तु तर्हि अत्र कर्मपदमेव न भवति न भवितुमर्हति तर्हि अत्र अकर् तत्र कर्तरिप्रयोगे अकर्मकव्यवस्था अस्ति अत्र सामान्यकर्ता अस्ति, सामान्यकर्ता अस्ति, अतः गतिबुद्धिप्रत्यवसानस्य शब्दकर्म कर्मकः इति सूत्रेण द्वितीया विभक्ति भवति. न तत्तु केवलं निजन्तं क्षम्यतां, न सत्यं सत्यं, हा भवता यदुक्तं तत्तु सत्यमेव. अत्र इति अकर्मकधातुः अस्ति इति कृत्वा द्वितीया विभक्ति भवति. अनन्तरम् अत्र अत्र किमस्ति क्षम्यतां, मम दोषः अस्ति, अत्र निजन्तरूपमेव नास्ति, निजन्तरूपमेव नास्ति, अत्र प्रसङ्गः नास्ति किमपि, अत्र सामान्यवाक्यमस्ति, परिभ्रमति इति निजन्तरूपमेव नास्ति, अत्र साधारणव्यवस्था अस्ति, चक्रं परिभ्रमति, अकर्मकधातुः अस्ति, तर्हि अत्र चक्रमिति कर्तृपदं कर्मपदं वा? कर्मपदम् अकर्मकधातुः इति उक्तं खलु, अकर्मक, ओ आम् आम्, अकर्मकधातुः इत्युक्ते कर्मपदं न सम्भवति, यथा बालकः उपविशति, बालकः उपविशति, अत्र विष्टातुः अकर्मकः अस्ति, बालकः उपविशति, अत्र कर्मपदं न सम्भवति, न भवति एव. तत् चक्रमिति कर्ता अस्ति, कर्तृपदमस्ति. क्षम्यतां महोदय, चक्रभ्रमणम् इति न्यायशास्त्रे वयं पठितवन्तः किल, सो अकर्मकधातु न सकर्मकधातु एव किल चक्रभ्रमणं, चक्रम् इति अत्र कर्म न न तथा नास्ति, भ्रमति अत्र भ्रमति इति तत्र चक्रं भ्रम परिभ्रमति इत्यस्मिन् अत्र अकर्मकः, अत्र सकर्मकधातुः नास्ति, अकर्मकः अस्ति, यथा स्वयमेव भ्रमणं करोति, हा स्वयं स्वयं, हा स्वयं, धन्यवादः, स्वयम् अस्ति, चक्रम् इति कर्तृपदमस्ति, तर्हि कर्तृ अत्र कर्ता अस्ति मेहुल महोदय, तत्र का विभक्तिः अस्ति अत्र? द्वितीया विभक्ति न कर्तृपदस्य द्वितीया विभक्तिः न कदापि भवति, विकल्पद्वयमस्ति, प्रथमा विभक्तिः अथवा तृतीया विभक्तिः. नपुंसकलिङ्ग हा नपुंसकलिङ्गमस्ति, आमामां प्रथमविभक्ति प्रयोजककर्ता उक्तः अस्ति, अतः प्रथमविभक्ति न न अत्र प्रयोजक एतत् सर्वं केवलं णिजन्तप्रसङ्गे, अत्र णिजन्तधातुः नास्ति, णिजन्तः नास्ति, अत्र साधारणधातुः अस्ति, णिच्प्रत्ययः नास्ति, भ्रमति भ्रम अति, णिच् नास्ति, किमपि नास्ति, चक्रं परिभ्रमति, बालकः उपविशति, चक्रं परिभ्रमति, तादृशं वाक्यं, बालकः इति कर्तृपदमस्ति, चक्रमिति कर्तृपदमस्ति, हा अस्तु, तर्हि बालसुब्रह्मण्यो वदतु अत्र चक्रमिति का विभक्तिः? चक्रमिति अकर्मकधातु चेत् प्रथमा विभक्तिः अस्ति, नाम कर्ता उक्तः अनुक्तः वा? कर्ता उक्तः, कर्ता उक्तः अस्ति, अभिहित अभिहिता इति कृत्वा अभिहिते प्रथमा प्रथमा अभिहिते प्रथमा. अत्र कर्मणि इति न वदामः, यत्र कर्मकधातुः अस्ति तत्र भाविप्रयोगः इति वदामः, भाविप्रयोगः, अत्र भावे किमस्ति अत्र? परिभ्रमति इति कर्मकधातु, तस्मात् चक्रं परिभ्रमति इति भाविप्रयोगः. हा भाविप्रयोगे किमस्ति? यथा कर्मणि इति चिन्तयतु, महोदय किमिति चक्रं भावप्रयोगे चेत् अकर्मकधातुः तस्मात् कर्मपदं नास्ति कर्मपदं नास्ति तर्हि वाक्यं किं वदति चक्रं परिभ्रमति चेत् चक्रेण परिभ्रम्यते हा इति वाक्यमस्ति पुष्पभगिनी उक्तवती वा मीना अस्मि महोदय मीना भगिनी अस्तु इति अस्ति यस्य यस्य अवसरः अस्ति स एव वदेत् इति वाक्यं सत्यमस्ति बालसुब्रह्मण्यं वदतु वदतु चक्रेण परिभ्रम्यते अत्र किं चक्रेण परिभ्रम्यते इति भाविप्रयोगः इति वदामः तत्र कर्मपदं नास्ति चक्रेण चक्रेण इति तृतीया विभक्तिः किमर्थम् अनुक्तमस्ति खलु यत् परिभ्रम्यते परिभ्रम्यते इति ते इति भा इति प्रत्ययेन कोऽपि शब्दः न उक्तः यतोहि कर्मपदं नास्ति एव कर्मपदं यदि स्यात् तदानीम् उक्तः किन्तु अत्र यत्र कर्मकधातुः अस्ति कर्मणि कर्मणि प्रयोगः भावे प्रयोगः इति वदामः कर्मणि प्रयोग इति शब्दस्य स्थाने भावे प्रयोगः इति वदामः तत्र कर्मपदं नास्ति कर्तृपदम् अनुक्तमस्ति नित्यम् इति कृत्वा अनभिहिते कर्तृकरणयोस्तृतीया अस्तु अग्रे वदतु इदानीं निजन्तप्रसङ्गः गोपालः महोदय तत्र परिभ्रमते वा परिभ्रम्यते वा महोदय तत्र परिभ्रमति इति कर्तरि भावे परिभ्रम्यते परिभ्रम्यते भावे कर्मणि तत्र यक् इति अस्ति यक् सर्वत्र या इति श्रूयते खलु कर्मणि भावे च या इति भवति एव मध्ये अस्तु अग्रे पुनः क्षम्यतां महोदय गोपालः चक्रं परिभ्रमयति अत्र चक्रं द्वितीया विभक्तिः अत्र किल अत्र निजन्तदातुः अस्ति अपि च अमन्तः अस्ति अमन्तदातुः अस्ति तत्र अन्यत्र वयं दृष्टवन्तः भ्रमयति यतोहि अमन्तः अस्ति इति कृत्वा तत्र वृद्धिः तत्र दीर्घः इति भवति स्म किन्तु भ्रमयति इति भ्रमति भ्रमयति अमन्तदातुः इति कृत्वा किन्तु परि इति उपसर्गः अस्ति इति कृत्वा तत्र विशिष्टव्यवस्था अस्ति अत्र रूपं दोषाय नास्ति परिभ्रामयति गोपालः चक्रं परिभ्रामयति सो चक्रं गोपालेन न अत्र अत्र सामान्य अत्र कर्तरिप्रयोगे किमस्ति गोपालः चक्रं परिभ्रामयति इति अत्र साधारणमस्ति कर्तरिप्रयोगे साधारणतया प्रयोज्यकर्तुः का विभक्तिः अस्ति अत्र प्रयोज्यककर्ता कः प्रयोज्यकर्ता कः प्रयोजककर्ता गोपालः प्रयोज्यकर्ता चक्रमेव चक्रं यत्र निजन्तवाक्यं नास्ति तत्र यः कर्ता स च कर्ता प्रयोज्यकर्ता भवति निजन्तपरिस्थितौ तर्हि अत्र प्रयोज्यकर्ता अस्ति साधारणतया प्रयोज्यकर्तुः का विभक्तिः भवति साधारणतया प्रयोज्यकर्तुः तृतीया विभक्ति हा तृतीया विभक्तिः अनभिहिते तत्र गोपालः अभिहितः अस्ति भ्रामयति इति तृतीयभागेन तत्र गोपालः इति कर्तृपदम् अभिहितमस्ति इति कृत्वा अभिहिते प्रथमा चक्रम् इति अनभिहितमस्ति, अतः अनभिहिते कर्तृकरणीयोस्तृतीयतिनेन तृतीय इति भवति स्म, किन्तु परिभ्रामयति इति अस्माकं विशेषसूत्रमस्ति खलु, किमिति अकर्मकधातु हा इति कृत्वा गतिबुद्धि इति कृत्वा विशिष्टसूत्रमस्ति खलु गतिबुद्धि, गतिबुद्धि किमस्ति प्रत्यवसानार्थ शब्दकर्मकाकर्मकाणाम् अणिकर्ता सनौ इत्यनेन प्रयोजकर्तुः एतेषां का विभक्तिः, द्वितीया विभक्तिः, तृतीया विभक्तिः इति भवति स्म किन्तु अत्र तथा नास्ति. अस्तु सम्यक् वा, अग्रे गच्छेम. अत्र गत्यार्थे वा अकर्मकधातुः इति कृत्वा वा अत्र अकर्मकधातुः अस्ति, यद्यपि गत्यार्थकः इति भाति किन्तु यत्र धातुः अकर्मकः अस्ति तत्र अकर्मकत्वात् एव वक्तव्यमस्ति. गति अस्मिन् प्रसङ्गे गत्यार्थकः इत्युक्ते सकर्मकधातुः, अत्र सकर्मकः नास्ति. अत्र चक्रम् इति अस्तु महोदय, धातुः सकर्मकः नास्ति तत्र, यत्र तत्र निजन्तदातुः अस्ति चेत् तत्र कर्मपदं नाम तादृशी व्यवस्था भवति एव, नाम तृतीयाविभक्तिः अथवा द्वितीयाविभक्तिः किमपि अस्ति सर्वत्र, किन्तु अणिजन्तप्रसङ्गे तद् द्रष्टव्यमस्ति. अत्र परिभ्रम अत्र कर्मपदं नास्ति, न सम्भवति एव. अत्र निजन्तप्रसङ्गे चक्रं दृष्ट्वा विचिन्त्य यत् ब्रह्म धातुः सकर्मकः इति न इति न. अस्तु हा धातोः चलनं नास्ति, स्वस्तने भवति, तस्मात् गत्यर्थकधातु नास्ति. हा हा हा न न तत्र नाम गतिः अस्ति किन्तु तत्र सकर्मकधातुः नास्ति इति कृत्वा अत्र गति अधिकः न वक्तव्यमस्ति. सरला भगिनी, तत्र गोपालः चक्रं परिभ्रामयति इति कर्मणि कर्मणि भवति गोपालेन चक्रं परिभ्रम्यते वा परिभ्राम्यते. अत्र गोपालेन भवति अनभिते कर्तुकर्मणयो तिथि अविभक्ति, चक्रं भवति अनभिते कर्मपदम् अनुक्तं कर्मपदं क्षम्यताम् उक्तं कर्मपदम् अस्ति चक्रम्. अत्र परिभ्रम्यते इति भवति क्रियापदं कर्मणि पदे. भवती वदति यत् एकमेव वाक्यम् एकम् अथवा विकल्पद्वयम् अस्ति अत्र, भवान् इदानीम् उक्तवन्तः परि इति उपसर्ग भूत्वा भ्रामयति परिभ्राम्यति शुद्धम् अस्ति परिभ्राम्यते इति भवति. परिभ्राम्यते परिभ्राम्यते इति अस्ति किन्तु अत्र अहं वदामि यत् अत्र वाक्यं किं भवति इति एकवारं वदतु. गोपालेन चक्रं परिभ्राम्यते. अत्र चक्रम् इत्यस्य का विभक्तिः? चक्रं तस्य प्रथमा विभक्तिः भवति, कारणं कि कर्मणि पदे प्रयोजकर्तुः अत्र प्रयोजकर्तुः नास्ति, प्रधानकर्म तस्य अत्र प्रथमा विभक्तिः आगच्छति. अत्र अत्र अत्र प्रयोज्यकर्म अस्ति. आं प्रयोज्यकर्म, प्रयोज्यकर्म अस्ति अत्र. अत्र प्रथमाविभक्तिः इति उक्तं खलु? तत्र किमर्थं सत्यमेव प्रथमाविभक्तिः किमर्थं प्रथमाविभक्तिः भवति अनभिते अभीते कर्मपदं तस्य प्रथमाविभक्ति भवति. अत्र कर्मपदम् उक्तमस्ति, बहु सम्यक् अस्ति. राजेन्द्रमहोदय अग्रे. महोदय चाणक्यः महोदय. हा सत्यं, चाणक्यः राजसभां प्रविशति. अत्र तु सामान्यवाक्यम् अस्ति, नियन्त्रप्रसङ्गः किमपि नास्ति. प्रविशति ति भागबलेन तत्र उक्तः अस्ति चाणक्यः, तथा तस्य अभिहिते प्रथमाविभक्ति अस्ति. राज्यसभां तु कर्मपदम् अस्ति, अभिहिते कर्मणि द्वितीया, तत्र तु द्वितीया विभक्ति अस्ति. चाणक्यः राज्यसभां प्रविशति, तत्र कारणात् तत्र भवति. तत्र तस्य निजन्तरूपम् अत्र अस्ति, द्वारपालः चाणक्यं राज्यसभां प्रवेशयति. अत्र चाणक्यः राज्यसभां प्रविशति इत्यस्य कर्मणि कर्मणि महोदय राज्यसभां न कर्मणि प्रयोगे. ओ कर्मणि, ओ अस्तु अस्तु अस्तु, न अवगतम्. अस्तु महोदय, आम् आम्, चाणक्येन राज्यसभां प्रविशति. पुनः वदतु. चाणक्येन राज्यसभां प्रविशति. अत्र तु राज्यसभाम् उक्तकर्म अस्ति, तत्र प्रथमाविभक्ति भवति राज्यसभां, तत् प्रथमा अस्ति. तत्र चाणक्येन तृतीयविभक्ति. मकारः उक्तः खलु भवता, न श्रूयते मकारः. पुष्पभगिनी तूष्णीं तिष्ठतु एकवारं. अत्र राज्यसभां राज्यसभां तत्र प्रथमाविभक्ति अन्तरूपं किं? राज्यसभा तूष्णीं तिष्ठतु. अहं वदामि, यदा भवत्याः अवसरः अस्ति वदामि. यदा कियान् कालः अस्माकं वर्गेषु भवति अस्ति, किञ्चित् तत्र धैर्यं प्रष्टुमस्ति. अत्र महोदय वदतु कृपया. राज्यसभा प्रायशः दोषः कृतः मया. राज्यसभा सभा अस्ति प्रथमा, तद् स्त्रीलिङ्गशब्दः अस्ति खलु महोदय. स्त्रीलिङ्गशब्दः राज्यसभा प्रथमाविभक्ति. अत्र तु तथा तु क्षम्यतां, दोषः कृतः. तत् चाणक्येन राज्यसभा प्रविशति. इति कथं तत्र कर्मणि प्रयोगे ते अस्ति खलु? प्रविश्यते कर्मणि प्रयोगे प्रविश्यते. अत्र तु राज्यसभा तु अभिहिते प्रथमा विभक्ति, तत्र राज्यसभा उक्तः कर्मपदमस्ति तत्कारणात् तत् ते भागेन बलेन तत्र तस्य प्रथमाविभक्ति भवति. अनः अभिहिते कर्तकर्ण्योः तृतीया, तत् चाणक्येन तृतीया विभक्ति भवति. तत्र अत्र द्वारपालः चाणक्यं राज्यसभां प्रवेशयति. अत्र द्वारपालः तु उक्तकर्ता अस्ति, प्रयोजककर्ता अस्ति, तस्य प्रथमाविभक्ति अस्ति. तस्य ति बलेन तत्र तस्य प्रथमाविभक्ति भवति. अभिहिते प्रथमा यथा उक्तकर्ता अस्ति. चाणक्यम् अत्र चाणक्यं तु अत्र आम् आम् चाणक्यं तु अत्र कर्मपदम् अस्ति राज्यसभां. एकनिमिषं महोदय. चाणक्य तु अनुक्तकर्ता अस्ति, तस्य द्वितीयविभक्तिः भवति, यथा अत्र अस्माकं सूत्रमस्ति तत्र गतिबुद्धिप्रत्यवसानार्थ कर्म अकर्मकानां कर्ता स नौ तत् तेन सूत्रेण तस्य प्रवेशति अत्र गति अर्थक् अस्ति धातु, तत्कारणात् तस्य द्वितीयविभक्तिः भवति. द्वारपालः चाणक्यं राजसभां तत् कर्मपदम् अस्ति, राजसभां प्रवेशयति तत्र तस्य द्वितीयविभक्तिः भवति यथा तत्र कर्मपदम् अस्ति राज्यसभाम् अत्र राज्यसभाम् उक्तमस्ति वा अनुक्तम्? अनुक्तमस्ति महोदय, अनुक्तमस्ति. अत्र अन्यत् विकल्पः नास्ति यथा यतोहि तत्र गति अर्थक धातुः अस्ति, तत्कारणात् तत्र द्वितीय अन्यत् विकल्पः नास्ति. कर्मणि प्रयोगे द्वारपालेन अत्र कर्तृप्रयोगे विकल्पस्य विषयः एव नास्ति, विकल्पः तत्र केवलं कर्मणि प्रयोगे विकल्पशब्दस्य प्रयोगं कुर्मः खलु कर्मणि प्रयोगे. कर्तृप्रयोगे विषयः केवलं तावदेव अस्ति यत् प्रयोजकर्तुः सामान्यतया तृतीयविभक्तिः चाणक्यमिति अस्य तथा नास्ति, यत् नो चेत् तत्र अनुक्ते सति कर्तृकर्णयोस्तृतीयतृतीया इति भवति स्म. अस्तु, कर्मणि द्वारपालेन चाणक्यः राजसभां प्रवेशयति. अत्र तु प्रवेशयते अत्र किम् अस्ति ते भागेन तत्र उक्त प्रयोजकर्मः चाणक्यः अस्ति, तत्कारणात् तस्य प्रथमा विभक्तिः भवति. न अनुक्त प्रधानकर्मः राज्यसभां अस्ति, तस्य द्वितीया विभक्तिः भवति. द्वारपालेन तु अनुक्तः कर्ता अस्ति, तस्य तृतीया विभक्तिः भवति. द्वारपालेन चाणक्यः राज्यसभां प्रवेशयते तत् यथा प्रवेश्यते अनभिहिते कर्तृकर्ण्योः तृतीया, द्वारपालस्य तृतीया विभक्तिः भवति. अभिहिते प्रथमा यथा चाणक्यः, तस्य उक्तकर्म अस्ति, तत्कारणात् तस्य प्रथमा विभक्तिः भवति. राज्यसभां तु प्रथमा प्रधानकर्म अस्ति, तत् द्वितीयविभक्तः अस्ति, प्रवेश्यते तत् अत्र गति अर्थक अस्ति, तत्कारणात् तत् गति तत् विकल्पः न भवति, तत् अस्ति तत् यथा गति धातुः अस्ति, तत्कारणात् तत् कारिकायां यथा बुद्धिभिक्षार्थ शब्दकर्मणा तत्र निजेच्छा अस्ति, तत् तादृशी अत्र स्थितिः नास्ति. नास्ति, हा, बहु सम्यक्तया उक्तमस्ति. अस्तु, विद्याभगिनी अग्रे. महोदय, निर्मला संस्कृतभाषां जानाति इति अस्ति, जानाति तत्र ति इति भागेन निर्मला इति कर्तृपदम् उक्तम्, अभिहिते प्रथमा इति वार्तिकेन निर्मला इत्यस्य प्रथमा विभक्तिः. संस्कृतभाषा इति तत्र कर्मपदम् अस्ति, अनुक्तमस्ति, अनभिहिते कर्मणि द्वितीया इत्यनेन संस्कृतभाषा इत्यस्य द्वितीया विभक्तिः इति कर्तरिप्रयोगे. इदानीं कर्मणि प्रयोगे निर्मलया संस्कृतभाषा ज्ञायते इति अस्ति. तत्र संस्कृतभाषा इति तत्र कर्मपदमस्ति, उक्तकर्मपदं ज्ञायते इति ते इति भागेन उक्तकर्मपदम् इति कृत्वा तस्य प्रथमा विभक्तिः, अभिहिते प्रथमा इत्यनेन. अनन्तरं निर्मलया इति अनुक्तकर्तृपदम् इति कृत्वा तस्य तृतीया विभक्तिः, निर्मलया इत्यस्याः तृतीया विभक्तिः, कर्तृकरणयोस्तृतीया इत्यनेन. इदानीं तत्र निजन्तवाक्यमस्ति, गौरी निर्मलां संस्कृतभाषां ज्ञापयति इति. ज्ञापयति ज्ञा इति बुद्ध्यर्थकधातुः, तर्हि अत्र विशिष्टस्थितिः गतिबुद्धिप्रत्यवसानार्थकशब्दकर्म अकर्मकाणाम् अणिकर्ता सनौ इत्यनेन तत्र प्रयोज्यकर्म इत्यस्य कर्मत्वं प्राप्नोति प्रयोज्यकर्म. तर्हि अत्र निर्मला इति प्रयोज्यकर्म, संस्कृतभाषा इति प्रधानकर्म, निर्मला इति अत्र कर्मत्वं प्राप्नोति सूत्रेण इति कृत्वा तत्र द्वितीयविभक्तिः. संस्कृतभाषा इति प्रधानकर्म इति अनुक्तमस्ति इति कृत्वा अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य तत्र द्वितीयाविभक्तिः. गौरी इति अनुक्तकर्तृपदम् अनभिहिते तत्र कर्तृकरणयोस्तृतीया इत्यनेन. इदानीं कर्तृप्रयोगे वदति खलु, कर्तृप्रयोगः, क्षम्यतां, गौरी इति तत्र उक्तकर्मपदम् उक्तकर्तृपदमस्ति इति कृत्वा तत्र उक्तकर्तृपदस्य प्रथमविभक्तिः अभिहिते प्रथमा इत्यनेन. इदानीं निजन्तवाक्यं कर्मणि प्रयोगे अत्र वैकल्पिकम् अस्ति ज्ञा इति धातुः बुद्ध्यर्थकधातुः. तर्हि प्रथमवाक्यं भवति गौर्या निर्मला संस्कृतभाषां ज्ञाप्यते इति. तत्र गौर्या निर्मला संस्कृतभाषां ज्ञाप्यते, तत्र निर्मला इति प्रयोज्यकर्म उक्तकर्म इति कृत्वा तत्र प्रथमा विभक्तिः अभिहिते प्रथमा इत्यनेन. संस्कृतभाषा इति प्रधानकर्म अनुक्तम् इति कृत्वा तत्र द्वितीया विभक्तिः. गौरी गौर्या इति तत्र तृतीया विभक्तिः, अनुक्तकर्तृपदं कर्तृकरणयो तृतीया इत्यनेन तत्र तृतीया विभक्तिः. विकल्पेन तत्र गौर्या निर्मलां संस्कृतभाषा ज्ञाप्यते इत्यस्ति. तत्र इदानीं तत्र प्रधानकर्म कर्मपदम् उक्तं भवति, संस्कृतभाषा प्रधानकर्म इति कृत्वा तत्र प्रथमाविभक्तिः उक्तकर्मपदस्य प्रथमाविभक्तिः. निर्मला इदानीम् अनुक्तप्रयोज्यकर्म इति कृत्वा तत्र द्वितीयविभक्तिः अनभिहिते कर्मणि द्वितीया इत्यनेन. गौर्या गौरी इति कर्तृपदमस्ति अनुक्तमस्ति इति कृत्वा तत्र तृतीया विभक्तिः कर्तृकरणयोस्तृतीया इत्यनेन. बहु सम्यक् अस्ति महोदय. महोदय तत्र निर्मला संस्कृतभाषां जानाति, निर्मलया संस्कृतभाषां ज्ञायते. इदानीं उक्तवती खलु सम्यक् न शृणु. अस्तु, भवती एव अग्रे करोतु अग्रिमम्. अग्रिमं तु नौका जले तरति, तत्तु जले तरति अकर्मकधातुः न? सत्यं सत्यं, गन्तव्यस्थानं नास्ति, परिभ्रमति तरति इत्यनयोः गन्तव्यस्थानं न वक्तव्यमस्ति इति कृत्वा अकर्मकः. नौका तु प्रथमाविभक्ति, जले तत्तु सप्तमी, तत्तु सप्तमी तत् वदति तत्तु न अधिकरणसप्तमी. अत्र किम् अधिकरणसप्तमी अधिकरणसप्तमी सप्तमी तरति प्रथम एकवचन. नौका तु अभिहिते प्रथमाविभक्ति, सत्यं महोदय? अभिहिते अभिहिते अस्तु विभागेन अभिहितः. नौकया जले तर्यते तर्यते अस्तु नौकया तत्तु तृतीया विभक्ति कर्मपदे कर्म विधानेन कर्म किं करो किं वदामि कर्म किं नौकया इति वा कर्तृपदमस्ति कर्तृपदं जानामि तत्तु भावे प्रयोगः नौकया जले तर्यते तर्यते तु ते विभागः तथैव अत्र अस्ति पुरुषः अनेन भागेन तृ इति धातुः अस्ति तत्र तीर्यते इति भवती चिन्तयामि धन्यवादः भगिनि तीर्यते इति धातुः अस्ति तीर्यते अत्र ते इति भागेन तत्र कः शब्दः उक्तः अस्ति अकर्मकधातुः अस्ति न तथैव कोऽपि नास्ति नास्ति बहु सम्यक् अग्रे पुरुषः नौकां जले तारयति पुरुषः तु अभिहिते एकवचनः उक्तं नौकां तु अनभिहिते द्वितीया विभक्ति जले सप्तमी विभक्ति तारयति भागे तत्तु अभिहिते पुरुषः अनभिहिते नौकां पुरुषः उक्तम् अस्ति तत्तु पुरुषेण नौका जले तार्यते एकनिमेष तत्र नौकाम् इति कर्तरि प्रयोगे द्वितीयविभक्तिः किमर्थं द्वितीयविभक्ति कर्मणि द्वितीया किमर्थं न तृतीयविभक्ति निरन्तरदातु गति किमिति गति गतिबुद्ध्यर्थकर्मक अणि अकर्मकधातुः अस्ति इति कृत्वा सम्यक् तत्तु पुरुषेण नौका जले तार्यते सम्यक् अस्ति पुरुषेण तृतीयविभक्ति नौका तु प्रथमविभक्ति अस्ति जले सप्तमीविभक्ति सम्यक् इदानीं समयस्य अभावे अग्रे गच्छेम केवलं रूपमस्ति नाम कर्तरिप्रयोगे कर्मणि अथवा भागे उभयत्र रूपं वक्तव्यमस्ति पद्मा भगिनी अग्रे वदतु कृपया किमस्ति इति न वक्तव्यं रसिकाः तुष्यन्ति अत्र रसिकाः किमस्ति इति न केवलं वदतु रूपं किमस्ति न समयस्य अभावः इदानीं धातुः सकर्मकः अकर्मकः वा तिष्यन्ति अकर्मकधातु अकर्मकः अस्ति तर्हि भावे प्रयोगः वदतु रसिकया तिष्यन्ते रसिकाः इति अस्य वचनं किं बहुवचनं रसिकः रसिक इति प्रातिपदिकमस्ति रसिक तस्य तर्हि अत्र रूपं कापि भक्तिः किं वचनम् अपेक्षितमस्ति रसिकाः प्रथमाविभक्तिः अस्ति अभिहिते प्रथमा भावेप्रयोगे रसिकशब्द भावेप्रयोगे रसिकया अनुक्तकर्तृपदमस्ति रसिकशब्दः अनुक्त इति सत्यम् अनुक्तकर्तृपदं सत्यं बहु सम्यक् अस्ति अनुक्तकर्तृपदमस्ति इति कृत्वा का विभक्तिः तृतीयाविभक्तिः अस्ति तृतीयाविभक्तिः बहु सम्यक् वचनं बहुवचनं हा रसिकशब्द तत्र अकारान्तशब्दः अस्ति रसिक बहुवचनं तृतीया विभक्तिः रूपं किम् रूपं रसिकया न रसिकया इति स्त्रीलिङ्गे एकवचने रसिका रसिकया तथा नास्ति अत्र खलु रसिकः तत्र देवः देवशब्दः देवशब्दस्य तृतीया बहुवचनं किं देवशब्दः रसिकान् तृतीया विभक्तिः भवती जानाति खलु तृतीया विभक्तिः तृतीया विभक्तिः बहुवचने रसिकैः खलु क्षम्यता महोदय आम् रसिकैः रसिकैः तुष्यन्ते अत्र भाविप्रयोगः किम् अस्ति तुष्यते तुष्यते नित्य तत्र एकवचने भाविप्रयोगः किम् अस्ति तत्र नित्यम् एकवचने भवति कर्मपदस्य अभावात् रसिकैः तुष्यते अग्रे नाटकं नाटकं रसिकान् तोषयति अत्र नाटकं उक्तकर्मपदमस्ति रसिकान् कर्मपदं कर्मपदम् इति न कर्तृपदं खलु नाटकं उक्तकर्मपदं उक्तकर्तृपदमस्ति रसिकान् अनुक्तकर्मपदं तोषयति निजन्तरूपं नाटकेन सम्बन्धम् अस्ति इच्छनेन नाटकं अभीषितप्रथमा विभक्तौ अस्ति कर्तरिप्रयोगे नाटकं कर्तरिप्रयोगे तोषयति अत्र रसिकान् द्वितीया विभक्तौ अस्ति किमर्थं न तु तृतीया भाव्यप्रयोगे अकर्मकधातु अस्ति अकर्मकधातुः अस्ति इति कृत्वा अस्तु इदानीं कर्मणि प्रयोगे किमस्ति रसिकैः नाटकं तोष्यते न न किञ्चित् भिन्नम् अस्ति अत्र जयन्ती भगिनी रूपं वदति वा महोदय कर्मणि रसिकाः तुष्यन्ति इत्यस्य कर्मणि खलु महोदय निजन्तस्य नाटकं रसिकान् तोषयति कर्मणि अस्ति नाटकेन रसिकः तोष्यते वचनं किम् ओ ओ रसिकाः तोष्यते इति नाटकेन रसिकाः तोष्यते रसिकाः रसिकाः तोष्यन्ते अकर्मकम् इति कृत्वा तोष्यन्ते तोष्यन्ते इति एव तोष्यन्ते बहुवचने तोष्यन्ते बहु सम्यक् अस्ति अग्रे तोष्यन्ते यतोहि तत्र रसिकाः अस्ति बहुवचने तोष्यते एकवचने तोष्यन्ते इति बहुवचने तत्र सुब्रह्मण्यं तत्र अग्रे रूपमेव आं महोदय राष्ट्रध्वजः स्फुरति राष्ट्रध्वजे स्फुर्यते इति अस्ति राष्ट्र पुनः राष्ट्र ध्वजेन स्फुर्यते सत्यं राष्ट्रभक्ताः राष्ट्रध्वजं स्फोरयन्ति इदानीमत्र राष्ट्रभक्तैः राष्ट्रध्वजः स्फोर्यते बहु सम्यक् इति अस्ति बहु सम्यक् अस्ति महोदय अग्रे गच्छेम सरला भगिनी अग्रिमं वदतु पुत्री औषधं पिबति पुत्र्या औषधः पायते पिबति इत्यस्य पिबति तस्य धातुः अस्ति पायते भवति धातुः अस्ति पा अस्य कर्मणि प्रयोगे किमस्ति अहं चिन्तयामि पायते वा पिब्यते शुद्धं न जानामि. विद्या भगिनी वदतु. पीयते पीयते पीयते. माता पुत्रीम् औषधं पाययति. मात्रा पुत्री औषधं पाययति. पाययते. तर्हि मात्रा किमुक्तं? पुत्री औषधं पायते. पुत्री भवति कर्तृ उक्तं क पुनः पुत्री भवति उक्तं कर्मपद. हा हा हा अत्र विकल्पेन विकल्पः अस्ति वा अथवा नित्यं? भक्षणार्थे पिबति, भक्षणार्थे आगच्छति, तु विकल्पम् अपि भवितुं शक्नोति. माता पुत्री मात्रा पुत्री पुत्रीम् औषधः पायते अपि भवति. पुत्री औषधः पायते इति अस्ति. हा बहु सम्यक् अस्ति. इदानीं समयस्य अभावः गृहपाठरूपेण तत्र अवशिष्ट उदाहरणत्रयं सर्वे कुर्वन्तु. अपि च सर्वे अवगतवन्तः इति भाति. बहु सम्यक्तया अस्माकं अभ्यासः जातः. अस्तु तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. नमस्कारः.